गतरविवासरे अस्माकं पाठः प्रचलितः आसीत् अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः. तत्र अस्माभिः किं दृष्टं यत् प्रत्ययः यत् अस्ति सर्वे प्रत्ययाः तृतीयः चतुर्थः पञ्चमः भवतः भवतः श्रोतुं न शक्यं, न्यूनमेव. अस्माभिः दृष्टं यत् सर्वे प्रत्ययाः तृतीयः चतुर्थः पञ्चम अध्यायेषु एव भवन्ति. ये प्रत्ययाः धातोः अनन्तरम् आगच्छन्ति ते तृतीय अध्याये सन्ति. ये प्रत्ययाः प्रातिपदिकात् आगच्छन्ति ते चतुर्थः पञ्चमेषु अध्याये चतुर्थः पञ्चम अध्यायोः आगच्छन्ति. तर्हि प्रातिपदिकात् ये प्रत्ययाः आगच्छन्ति ते त्रिविधाः सन्ति, सुप्रत्ययाः, स्त्रीप्रत्ययाः, तद्धित् प्रत्ययाः. तर्हि सुप्रत्ययः इति प्रत्ययाः के सन्ति? ये रामः रामौ रामः, रमं रमौ रामान् इति पदानन्तरं ये प्रत्ययाः आगच्छन्ति ते सर्वे सुप्रत्ययाः सन्ति, सुवौज समौक्षस् इति. तदनन्तरं स्त्रीप्रत्ययाः सन्ति, ये ये प्रत्ययाः स्त्रीलिङ्ग शब्दानन्तरम् आगच्छन्ति, यथा देवी अस्ति तत्र नि प्रत्ययः अस्ति, अजा अस्ति तत्र टा प्रत्ययः अस्ति. तदनन्तरमस्ति तद्धित् प्रत्ययाः, ते अपि एक भिन्न प्रत्ययाः प्रकारः सन्ति. अस्तु, तर्हि प्रातिपदिकात् के के प्रत्ययाः आगच्छन्ति ते बहु अनन्तरं वयं द्रक्ष्यामः. अधुना तु वयं धातुप्रत्ययाः धातुप्रत्ययान् विषये वयं पठामः. धातोः अनन्तरं ये प्रत्ययाः आगच्छन्ति ते सन्ति तिङ्प्रत्ययाः, कृत्प्रत्ययाः. तिङ्प्रत्ययाः वयं जानीमः, तिप्तस्थि, सिप्तस्थ इति सर्वे तिङ्प्रत्ययाः सन्ति. ते तिङन्तपदेषु अनन्तरम् आगच्छन्ति. तदनन्तरं ये धातुप्रत्ययः तिङ् न सन्ति ते कृत्प्रत्ययाः सन्ति. तिङ्प्रत्ययाः, कृत्प्रत्ययः येपि सन्ति ते तेषां द्विविभागेषु विभजनं भवति, विभागयोः विभजनं भवति, सार्वधातुकः, अर्धधातुकः. सार्वधातुकः वयं जानीमः यत् तिंशित् सार्वधातुकम् इति सन्ति, अर्थात् ये तिङ्प्रत्ययाः सन्ति, अपि च ये प्रत्ययाः षकारः इति प्रत्ययाः सन्ति ते तिंशित् प्रत्ययाः सन्ति. ते सार्वधातुकप्रत्ययाः सन्ति तिङ्क्षित् सार्वधातुक. तदनन्तरं ये प्रत्ययाः सार्वधातुक न सन्ति ते आर्धातुक सन्ति, आर्धातुकः शेषः इति सूत्रेण. अस्तु, तदनन्तरं सार्वधातुकप्रत्ययाः ये सन्ति, आर्धातुकप्रत्ययाः ये सन्ति तेषां प्रक्रियाः भिन्नाः सन्ति. सार्वधातुकप्रत्ययः अस्ति पित् प्रत्ययः, अपित् प्रत्ययः. आर्धातुकप्रत्ययः, क्षम्यतां, सार्वधातुकप्रत्ययाः तेषां प्रक्रिया अनुसारं विभजनमस्ति पित् अपित्. किमर्थं पित् अपित् अस्ति? यतोहि सार्वधातुकप्रत्ययः यदि अपित् यदि पित् अस्ति तदा एव गुणः भवति. यतोहि यदि सार्वधातुकप्रत्ययः अपित् अस्ति तर्हि तस्य गुणकार्यं न भवति सार्वधातुकम् अपित् इति सूत्रेण. यः प्रत्ययः सार्वधातुकप्रत्ययः अपित् अस्ति तद् नित्वत् अस्ति, अतः निति च इति सूत्रेण गुणकार्यं वृद्धिकार्यं न भवति. महोदयस्य ध्वनि बहु न्यूनम् अस्ति महोदय. बहु न्यूनम् अस्ति. अस्तु, तर्हि अहम् उच्चैः वदामि किञ्चित्. आर्धातुकप्रत्ययः ये सन्ति ते कित् नित् तेषां विभजनं भवति कित् नित् नित् नित् अथ कित् नित् नित् नित् भिन्नप्रत्ययः. किमर्थम् एतादृशं विभजनं भवति? गुणकार्यस्य कृते वृद्धिकार्यस्य कृते एष विभजनं भवति. तर्हि अपित् किं हा तर्हि यदि प्रत्ययः कित् नित् अस्ति तर्हि गुणकार्यं वृद्धिकार्यं निषिध्यते, गुणकार्यं वृद्धिकार्यं न भवति. यदि प्रत्ययः णित् अथवा णित् अस्ति तर्हि वृद्धिकार्यस्य प्रसक्तिः भवति. अस्माभिः दृष्टं गतरविवासरे यत् यदि धातु अजन्त यदि अजन्त अङ्गम् अस्ति अथवा धातोः उपधायां ह्रस्व अकारः अस्ति तर्हि अचोण्णिति अत उपधायाः इति सूत्रेण वृद्धिकार्यं भवति. तर्हि परन्तु प्रत्ययकित् नित् नित् नित् अपि नास्ति चेत् गुणस्य सम्भवता अस्ति, गुणकार्यं भवितुं शक्नोति इति आर्धातुकस्य प्रत्ययस्य एतादृशी प्रक्रिया अस्ति. तर्हि एतादृशं चिन्तनम् अस्माभिः गतरविवासरे कृतम्. अधुना अभ्यासः प्रचलितः अस्ति. तस्य अभ्यासः कथं भवति, अभ्यासः अधुना किञ्चित् अवशिष्यते, तत् कुर्याम, तदनन्तरं नूतनकरपत्रे गच्छामः. तर्हि गतरविवासरे लिख् धातुपर्यन्तम् अभवत्, अधुना पठ् धातु अस्ति. तर्हि मीना महोदय अस्ति खलु, मीना सुन्दरेशन् अस्मि महोदय. हा अस्तु, तर्हि पठ् धातु करोतु. पट् बोदि गणधातुः, पट् शप् शप् इति विकरणप्रत्ययः, सर्वदाता अत्र हलन्तदातुः, तस्मात् गुणः न शक्यमत्र. पट् अति पठति इति एव अन्तिमरूपं लट्. आम् अनन्तरं त्वा इति त्वा प्रत्ययः, पट् त्वा त्वा त्वा कित् आर्धधातुकस्य आर्धधातुकप्रत्ययः, तस्मात् कित् कित् भवति, गुणस्य तत्र न शक्यमत्र. इदागमः भवति वलादे, पट् इदागमः आर्धधातुकस्य वलादेर् इदागमः भवति, तत् पठित्वा इति भवति. आम् पठित्वा इति अन्तिमरूपं. पट् योगः निच् भवति, तदनन्तरं निच् अनुबन्ध अनन्तरं चकारः हलन्त्यं नि इ एव अवशिष्यते. पट् इ निच् इति निच् प्रत्ययः नकारः नित् इति, तस्मात् नित् नित्य वृद्धि भवितुं शक्यम् अत्र. अचो निति इति सूत्रेण पट् इ पट् इ पाठी भवति. न न एकनिमेषः, केन सूत्र कथं भव किमर्थं पाठी भवति, वृद्धिः किमर्थं भवति? तत्र लघु लघुपदाय लघु गुणः तत्रैव वृद्ध पट्टि पट् पाठी भवति वृद्धिः एव अत उपधायाः. आम् अत उपधाय अत्र अत उपधायाः वृद्धिः अस्ति खलु, ह्रस्वकारः. पाठी भवति, पाठी इति नूतन रूपं दातु दातु पाठी शप् इति पाठयति, पाठी गुण गुण भवति गुण भवति तत्र, तस्मात् पाठे अति पाठयति अन्तिमरूपं. तदनन्तरं तुमुन् तुमुन् पट् तुमुन् तुमुन् कित्तिन् इति भिन्नः रूपं कित्तिन कित् नास्ति ङित् नास्ति ङित् ङित् नास्ति हलन्त हलन्तधातुः पठितुं पठितुं पठितुम् इति पठितुमिति भवति कथं पठितुं भवति पठितुं पठितुम् इदागमः भवति तत्रापि कथं किमर्थं समानकारणेन तुमुन् उपदाहरस्वः अतः पट् तुमुन् तस्मात् वृद्धिः एव तत्र इदागमः वलादेव इदागमः तुमुन् वला तुम् प्रत्यय वलादि अस्ति वा सेट् वा महोदय हा सेट् अस्ति परन्तु किं सूत्रेण अहं न जानामि भवती एव उक्तवती त्वा प्रत्यय कथं करोति पठित्वा इदागमः तत्र पठित्वा कथं भवति वला तत्र वलादि अस्ति वा मम प्रश्नः वलादे इदागमः मम प्रश्नः अस्ति तुमुन् प्रत्ययः वलादि अस्ति वा तुमुन् प्रत्ययः वलादि एव किमर्थम् यकार विहाय सर्वे वर्णः वलादि एव अतः तुमुनपि वलादि अस्ति तुमुनपि वलादि अस्ति तस्मात् वलादेर् इदागमः इद् वलादेः इति सूत्रेण सो पठितुम् उत्तमम् अस्तु तर्हि अग्रे गच्छामः चल् धातुः अस्ति लीना महोदय अस्ति खलु लीना दोषी आम् अस्मि चल् करोतु चल् धातुः लट्लकार तस्य तिप्तझि इति सूत्रेण चल् ततः ति चल् ततः तिप् आगच्छति कर्तरि शप् इति सूत्रेण चल् योगः शप् योगः तिप् तत्पश्चात् इत् कार्येण अत्र तुदादिगणे अस्ति महोदय तुदादिगणे श अवश्य एव अविकरणः अतः चल् श तिप् तत्पश्चात् चल् योग अयोग ति इति अवशिष्यते श अपित् अस्ति अतः गुणकार्यं न सम्भवति तथा च चल गुणकार्य योग्यधातुः एव नास्ति गुणस्य प्रसक्तिः एव नास्ति खलु प्रसक्तिः एव नास्ति सो चल् अति इति चलति इति रूपं भवति तत्पश्चात् त्वान्त क्वान्त करणीयं तथा चल् योगः क्वान्त अत्रापि स्वान्तरूपं वलादि अस्ति अतः इकारस्य इडागमः भवति चल् इ त्वा चलित्वा इति रूपं भवति तुमुन् प्रत्ययः अपि तथैव भवति चल् तुमुन् त तुम् अपि वलादे वल् प्रत्याहारे अस्ति, अतः चलितुं भवति. तत्पश्चात् चल् प्लस् निच्, अत्र चल् प्लस् योगः निच् इत्यतः चल् निच्तः इ एव अवशिष्यते. तत्पश्चात् चल् चल् इ, अतः अत् उपधायाः इति सूत्रेण चल इति पदस्य चाल इति भवति, चाल इ तत्पश्चात् चाली इति रूपं भवति. तत्पश्चात् श, अत्र शप् भवितुम् अर्हति चाली योगः शप् योगः ति. तत्पश्चात् चाली योगः अयोगः ति, सो गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण. सूत्रं योग्यं वा? चाली, अतः चाली इत्यस्य गुणः भवति चाले, चाले अ ति. तत्पश्चात् एचो यवायाव इति सूत्रेण चालय योगः चालय ति इति रूपं भवति. सत्यं, चालयति. अस्तु, तदनन्तरं हा तर्हि गतरविवासरे एकं गै धातुः आसीत्. अहम् उक्तवान् यत् तस्य गायति भवति निजन्तरूपं, तत्तु नास्ति, तस्य निजन्तरूपं गापयति भवति. तस्य एकं विशिष्टकार्यमस्ति यत् यदा निजन्तः अस्ति, यदि निच् प्रत्ययः अस्ति तर्हि आकारान्तधातोः अनन्तरं पुक् आगम, अत्र पकारः आगच्छति. अतः प्रथमं गै अस्ति खलु, तदनन्तरम् अहम् उक्तवान् यत् प्रत्ययः शित् नास्ति चेत् तत्र आकारान्त भवति, अतः गै तत् गा भवति. तदनन्तरं गा अपि तत्र आकारान्त भवति, अतः तत्र पकारः आगच्छति, गाप् भवति. अतः नूतन किं सूत्रेण अस्ति अर्ति हि व्लि बि न्यूयि क्ष्मायि अतां पुक् इति सूत्रमस्ति, तद् निजन्तप्रकरणे वयं पठामः. तत्र किमस्ति, हा गापि धातुः भवति, अतः रूपं भवति गापयति. तथैव गै योगः त्वा अपि अस्ति, तद् गीत्वा भवति, तस्यपि विशिष्टकारमस्ति, तत् वयम् अग्रे पठामः. तर्हि गीत्वा गापयति इति अस्ति. अस्तु, तर्हि अग्रे गच्छामः. द्वितीयः अभ्यासः अस्ति, जानकी महोदय अस्ति खलु? आं महोदय, नमस्ते. तत्र द्वितीय अभ्यासः अस्ति, अत्र नूतनप्रत्ययाः सन्ति. पठतु एकवारम्, अभ्यासः किमस्ति? एतानेव धातून् नि चि दा गै मा बुध् लिख् पठ् आदाय एतेषां प्रत्ययानां संयोजनेन कथमपि च कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु. प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः इगन्तभिन्न, अजन्तधातुः लघु, इगु इगुपधधातुः अदुपध अदुपधधातुः, अपि च प्रत्ययः कीदृशः? सार्वधातुकं वित्, सार्वधातुकम् अपित्, आर्धधातुकं कित् नित्, आर्धधातुकं नित् नित्, आर्धधातुकं कित् नित् नित् नित् भिन्नः इति वक्तव्यम्. बहुवादिगणे अस्ति नी धातुः. इगन्तधातुः अस्ति, पुनः इगन्तधातुः अस्ति. नूल् इति नूल् प्रत्ययः खलु महोदय, अत्र योजनीयं. हा, नूल् नूल् प्रत्ययः अस्ति. नूल् प्रत्ययः, हा अक, हा यु आर् अनु, अस्तु अक भवति. परन्तु नुल् एव प्रथमं तद् तदेव स्वीकरोतु. अस्तु, नूल् प्रत्ययः सा आर्धधातुकप्रत्ययः अस्ति. तिङ्क्षित् षित् अपि नास्ति, तिङ् नास्ति इति कारणात् आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः णित् आर्धधातुकप्रत्ययः अस्ति. तेन कारणेन अत्र अजन्तधातु अस्ति, अतः तस्य अचोण्यति इति वृद्धिः भवति. तेन कारणेन नञ् इति भवति. नञ् योगः अक, नञ् योगः अक एचो यवायावः, तेन नञ् नायक नायकः नायक इति भवति. नायक इति अस्तु. त्रिच् करोतु. त्रिच् नि योगः त्रिच् समानम्. अत्रापि तिङ् अपि नास्ति, षित् अपि नास्ति इति कारणात् आर्धधातुकः आर्धधातुकमस्ति. आर्धधातुकेपि नित्वा नास्ति, कित् नित् अपि नास्ति. अतः भिन्न कित् नित् किमपि अत्र गुणबाधकं किमपि नास्ति, बाधकं किमपि नास्ति. अत्र वृद्धिः भवितुं न अर्हति. नीद् वृद्धिः भवति. तृच् मध्ये तृ एव अवशिष्यते. अत्र तदेव वृद्धिः न भवति. वृद्धिः न भवति सार्वधातुक आर्धधातुक योः तत्र गुणः एव सम्भवति. अतः ने योगः नि ने भवति, ने योगः तृच् तृ नेतृ इति भवति. तस्य रूपं किं भवति? नेता नेतारौ नेता. अत्र इडागमः न भवति वा? एकाच् इति कारण आर्ध बलादेः अत्र इडागमस्य प्रसक्तिः अस्ति. परन्तु अत्र धातुः इडागमं न इच्छति. तादृशं किमपि अस्ति वा? विकारान्त सेट् नास्ति. धातुः स्वयम् अनीत् अस्ति. इकारान्त धातुः तत्र श्री श्री इति धातुद्वयं विहाय सर्वे अपि अनीत् भवन्ति. अतः अत्र इडागमस्य प्रसक्तिः नास्ति. नूल् तृच् प्रत्यय न दृष्टवती, किञ्चित् विवरणं करोतु कृपया. नूल् तृच् न दृश्यति. किं नूल् प्रत्यय इत्युक्ते कः? तृच् अपि न जानामि. न, त्रिच् भिन्न प्रत्ययः अस्ति. द्वौ अपि अहं पूर्वं न पठितवती. किमपि तत्र तस्य अर्थः किं भवति इति वा पृच्छति. कार्यं किं करोति? अस्तु, तत्र तस्य भिन्नरूपं करोति. अत्र यः कोऽपि करोति तत् धातुकार्यं, तस्य कृते नूल् अथवा त्रिच् आगच्छति. यतः नेता अस्ति खलु, नेता यः नयति सः नेता, अतः तस्य कृते त्रिच् अस्ति. यः नयति नाम यः लीड् करोति सः नायक, तस्य कृते अक अस्ति. अतः तस्य उपयोगः नूल् इत्युक्ते अक वा? हा, नूल् स्थाने अक भवति. विशिष्ट अस्ति तत्र, नूल् स्थाने अक भवति. तत्र ब्राकेट् मध्ये अस्ति, लिखितमस्ति. आम् आम् दृष्टवती, किन्तु किम् इति न ज्ञातवती. नूल् स्थाने अक भवति, अग्रे आगच्छति प्रायः. अधुना तु केवलं स्वीकरोतु यत् नूल् स्थाने अक भवति. अस्तु, सो नूल् किं करोति? नूल् तस्य अस्ति खलु, तत्र नायक इति रूपं भवति. तेन वयं द्रष्टुं शक्नुमः यत् यथा यः तत् कार्यं करोति तस्य कृते अक अस्ति, नायकः. यः नयति सः नायकः खलु. किन्तु नेता अपि तथैव खलु? एकस्मिन् एव अर्थे बहवः प्रत्ययः भवितुं शक्नुवन्ति. अस्तु अधः अन्यप्रत्ययः अपि अस्ति क्तिन् तिन् अहं तिन् तु अहं न जानामि तिन् किं करोति अहं पश्यामि तिन् तव तु तव्यत् अन्यर् ल्युट् अपि सम्यक् न स्मरामि न जानामि ल्युट् अपि नुल् एव खलु ल्युट् तस्य नयन् भवति गमनमस्ति खलु गम् योगः गमन् ल्युट् आगच्छति गम् गमनं पठनं चलनम् अस्तु अस्तु अस्तु किन्तु क्तिन् न जानाति किं कोऽपि जानाति वा क्तिन् प्रत्ययस्य अर्थः तिन् भावे तदपि भाव अर्थे एव मतिः बुद्धिः तत्सर्वं भवति खलु महोदय तद् भाव अर्थे भक्तिनीति भक्तिः नीतिः ति आगच्छति स्त्रियां स्त्रीलिङ्गे भवति अस्तु धन्यवादः धन्यवादः किं सूत्रेण नूल् स्थाने अकः भवति अपि च इक्तप्रत्ययः नी योगः इक्त तत्र इक्तप्रत्ययः कित् अस्ति कित् चेत् तस्य गुणकार्यस्य किङ्ति च इति सूत्रेण गुणकार्यस्य निषेधः भवति गुण वा वृत्तिकार्यस्य वा निषेधः भवति अतः नी योगः त इति भवति नीत इति रूपं भवति समानमेव अत्र इक्तवतु तत्रापि कित् इति कारणात् इको गुणवृद्धिः न गुणवृद्धिनिषे तत्र निषेधः भवति किन्ति च इति सूत्रेण निषेधः तेन कारणेन नी तवतु मध्ये इक्तवतु इक् गच्छति तवत् ऊपि उकारः अपि गच्छति अचो सूत्रं विस्मृतवती अत्र उपदेशे आम् क्षम्यताम् उपदेशे अजनुनासिक इत् तेन कारणेन तु ऊ अपि गच्छति तवत् इति अवशिष्यते नी तवत् इति रूपः रूपं भवति अनियर् अत्र धन्यवादः विजय गोविन्द्रजनमस्ति खलु अस्मि महोदय तव्यत् करोतु नीतव्यत् नी योगः तव्यत् तव्यत् इति प्रत्ययस्य इत् अनन्त्यं गच्छति नी योगः श्रोतुं न शक्यं वा नियोगः तव्य नीतव्य एकनिमिष अत्र प्रथमं वदतु इडागमः अस्ति वा प्रसक्तिः अस्ति वा इडागमस्य प्रसक्तिः अस्ति किमर्थं इति बलादे बल् प्रत्ययस्य अन्तर्भूता इति कारणेन नी किन्तु नी अनीट् वा महोदय नी अनीट् अस्ति तत्र इडागमः न भवति इडागमः न भवति तव्य तव्यत् इति आर्धधातुकः अस्ति गुणकार्यं भवति केन सूत्रेण कित् नास्ति वित् नास्ति एतत् सर्वं नास्ति ङित् नित् नास्ति सूत्रम् अतः लघु सार्वधातुक अर्धातुकयोः खलु सार्वधातुक अर्धधातुकयोः स्मरामि तर्हि किं भवति नेतव्यं भवति नेतव्यः अनियर् नियोगः अनियत् इर् अवगच्छति अनन्त्यं नियोगः अनीय अत्र नी अनि इदागमस्य प्रसक्तिः नास्ति किमर्थम् अनन्तरं किमर्थं किमर्थं नास्ति ओ अनीयवलादेवर्णं नास्ति उत्तमम् अतः नियोगः अनीय आर्धधातु अपि च गुण एकनिमिषं महोदय कित् नित् नित् नित् इति सर्वं नास्ति भिन्नः अतः एव गुणकार्यं केवलं गुणकार्यं भवति नी भवति ने ने योगः अनीय ने योगः अनीय न ने योगः नयन् ने योगः अनीय श्रोतुं न शक्यं नयनीय महोदय नयनीय ने योगः अनीय श्रूयते वा अभि अधुना नयनीय नयनीय इति अन्तिमरूपं भवति अनन्तरं नियोगः तिन् इक् तिन् निल् इन् हलान्त्यं गच्छति अनन्तरं इक् कि इक् इक् लसक्वदस्थितौ इति सूत्रेण इक् अपि गच्छति वा महोदय अनन्तरं ति इति अवशिष्टम् इक् इक् इक् गच्छति तदनन्तरं ति इति अवशिष्यति नी योगः ति ति इति कारणेन सार्वधातुक सार्वधातुक नी तिङ् ति गुणकार्यं भवति वा महोदय ने योगः भवति वा गुणकार्यं न गुण नी योगः ति नी सेट् अनीत् वा महोदय नी अनीत् क्रीडागमः न भवति तदनन्तरं गुणकार्यं भवति महोदय किमर्थं सार्व सार्वधातुक अर्धधातुकयोः इति सूत्रेण तिङ् प्रत्ययः कित् अस्ति, तिङ् प्रत्ययः अस्ति, तिङ् षिक् सार्वधातुकम्. एकनिमिषः, अत्र तिङ् प्रत्ययः अर्धधातुकः अस्ति खलु? एकनिमिषः, अत्र तिङ् प्रत्ययः सार्वधातुकः अस्ति अर्धधातुकः अस्ति? सार्वधातुकं कथं लिया नी कन्फ्यूशन् अस्ति. किं कन्फ्यूशन् अस्ति? तद् शित् अस्ति वा न? तिङ् अस्ति वा? तिङ् अस्ति. तिङ् अस्ति, तिङ् अस्ति, सार्वधातुकं प्रत्ययः तिङ् कथमस्ति महोदय? ति इति तत्तु टिप् अस्ति खलु? अत्र तिन् प्रत्ययः भिन्नप्रत्ययः अस्ति. अपित् वा महोदय? एकनिमिषः, तिङ् अस्ति वा? तिप्तश्चि सिप्तस्थ मिप्स्मस् इत्येषु प्रत्ययेषु तिन् प्रत्ययः आगच्छति वा? तिप् अस्ति महोदय. एकनिमिषः, तिङ् प्रत्ययः तिङ् अस्ति वा? मम प्रश्नः अस्ति. तिङ् अस्ति कथं? तिङ् प्रत्ययः इत्युक्ते किम्? तिङ् प्रत्ययः इत्युक्ते ङित्. न न, तिङ् प्रत्ययः इत्युक्ते तिङ् तिप्तस्थ मिप्स्मस् लट्लकार, ते सर्वे तिङ् प्रत्ययाः सन्ति. तिङ् प्रत्ययः खलु? तत्र तिङ् आगच्छति वा? तिङ् प्रथमं प्रथमं तिप् तिङ् तिप् अस्ति महोदय. प्रथमं तिप् अस्ति, तिप् तिप् अस्ति. अत्र तिप् अस्ति वा प्रत्ययः? अत्र प्रत्ययः कः अस्ति? ति. तिप् नास्ति खलु? यतोहि तत् ति, यतोहि अनुबन्धलोपानन्तरं ति एव अवशिष्यते, परन्तु प्रत्ययः तु भिन्नः अस्ति खलु? तिङ् प्रत्ययः नास्ति, अतः सार्वधातुकः अस्ति वा अर्धधातुकः अस्ति? अतः अधुना वदतु, अत्र कित् अस्ति वा? नास्ति. भिन्नः कित् इत्युक्ते किम्? ओ कित् कित् अस्ति इत्युक्ते किं? क इत् इक् इत्. अत्र क इत् अस्ति वा न? प्रत्यये एव तिन्, अतः कित् कित् अस्ति. अतः गुणकार्यं भवति न? गुणकार्यं भवति, कित् अस्ति खलु? कित् अस्ति, अतः गुणकार्यं भवति. महोदय, भवती सर्वं विस्मरति. कित् अस्ति, अतः गुणकार्यं न भवति खलु? न भवति, न भवति. सम्यक् महोदय. वर्गे नास्ति वा महोदय? नास्ति. भवती वर्गे नास्ति वा? न, गतवर्गे केवलं नास्ति. परन्तु कित् अस्ति चेत् गुणकार्यं न भवति खलु? न भवति. अतः नियोगकति नीति नीति. अस्तु, ओहो, धन्यवादः. पुनः पठतु एकवारम् अग्रे. सरला महोदय अस्ति खलु? सरला महोदय, धन्यवादः महोदय. सरला महोदय अस्ति खलु? महोदय, भयि अस्मि. सुमन् महोदय अस्ति खलु? किम् उक्तवान् महोदय? ल्युट्. अस्तु, प्रथम एकः प्रश्नः अस्ति, नूल् ल्युट् ल्युट् तत्र किमपि न उद्यते, किन्तु नूल् अस्ति खलु, तत्र अक् अक आगच्छति, किन्तु णित् इति वृद्धि भवति खलु. अस्तु, इदानीं तु ल्युट् विषये किमपि न पठितवन्तः, किन्तु किमपि अस्ति चेत् ल्युट् तत्र के वर्णाः इत् संज्ञा सन्ति तस्य तद् दृश्यामः किम्? आम् अस्तु, प्रश्नः अस्ति, अक आगच्छति किन्तु प्रत्यय तु नुल् अस्ति, तत्र के वर्णाः इत् सन्ति? अत्र प्रश्नः तु अस्ति यत् नुल् मध्ये णकारः इत् अस्ति खलु, अतः तत्र वृद्धिः भवति. वकार लकार सर्वे इत् सन्ति किम्? वकार तु नास्ति प्रायः, णकार लकार तु अस्ति, उकार अपि अस्ति प्रायः, अनुनासिक अस्ति चेत् भवति, उकार अनुनासिक नास्ति चेत् न भवति, परन्तु तस्य अत्र महत्त्वं नास्ति, यतोहि अत्र प्रक्रियां कृते महत्त्वम् अस्ति यत् णकारः इति अस्ति. अस्तु, एण्ड् ल्युट् अस्ति चेत् वलादेः भवति खलु? उत्तमप्रश्नः अस्ति, अत्र वलादिः द्रष्टव्यं चेत् तत्र द्रष्टव्यं यत् अन्तिमप्रत्ययः कथमस्ति खलु, अन्तिम अत्र अन अस्ति खलु, अन सर्वदा अनुबन्धलोपानन्तरं यत् लौकिकप्रत्ययः अस्ति. ओ अस्तु अस्तु, लौकिक प्रत्यय वलादि अस्तु द्रष्टव्यम्. अस्तु, नी योगः ल्युट् अत्र प्रत्यय अन अस्ति, नी अनिट् अस्ति, अन अपि वलादे वल् आदिः नास्ति, स्वरः अस्ति, स्वर आदि अस्ति, इत्युक्ते इडागमः न भवति, नियोगः अन आगच्छति. इदानीं यण् सन्धि भवति, इको यणच् इको यणचि सूत्रेण न क्षम्यतां, अन आर्धधातुक अस्ति, इत्युक्ते कित् नित् अपि नास्ति, अतः गुणः भवति, नी ने भवति, ने योगः अन अन ने योगः अन नयन भवति. अस्तु, अग्रे करोतु. चि चि योगः नुल् श्नु इति, इदानीं तु नुल् सो लट् लकार नास्ति, चि योगः नुल् चि इदानीं णित् अस्ति, अतः इकारस्य वृद्धिः भवति अचो णिति निति सूत्रेण, अतः चि चै भवति, चै योगः अक चायक. आं वा, चायक इत्युक्ते यः चिनोति. ओ अस्तु अस्तु, चायक भवति. अग्रे त्रिच्. त्रिच् त्रिच् आर्धधातुक अस्ति, अतः गुणप्रसक्तिः अस्ति. कित् नित् अपि नास्ति. सो चि चे भवति, चेत्र भवति. प्रथमाविभक्ति एकवचनं रूपं चेताव. अत्र इडागमः भवति न वा? प्रसक्तिः अस्ति वा? आम्, प्रसक्तिः प्रत्यय द्रष्टुं वक्तुं शक्नुमः. प्रसक्तिः अस्ति, वलादेः अस्ति, अतः प्रसक्तिः अस्ति. किन्तु चि धातु अनिट् वा सेट् वा न स्मरामि. अनिट् अस्ति चेत् प्रसक्तिः अस्ति, किन्तु धातु अनिट् अनिट् अनिट् अस्ति, अतः न भवति. चेत्र वा? चेत्र. एण्ड् प्रथमाविभक्ति एकवचनं चेता. अग्रे एतत् अपि आर्धधातुकप्रत्यय, किन्तु कित् अस्ति, अतः गुणकार्यं न भवति. चित् चित भवति. इत्युक्ते चितः, चिता, चितं वा? अस्तु. महोदय, चित इति अर्थः प्रेतम् इस् इट्? चित इति अर्थः किं? प्रेतं डेड् बोडि? न महोदय, अत्र न न न चितः चोज़न्. ओ, चिनोति. तव तव तु अस्तु. तव तु अपि आर्धधातुक अस्ति, किन्तु क्त इव कित् अस्ति, अतः गुणकार्यं न भवति. अतः प्रातिपदिकं चित्वत्. चित्तवान्, चित्तवती, चित्तवतं किम्? चित्तवत्. चित्तवत् अस्तु. चित्तवान्, चित्तवती, चित्तवत्. अस्तु, धन्यवादः. धन्यवादः महोदय. अग्रे जगन्नाथ महोदय. अहं प्रयत्नं करोमि. मध्ये भारतं गतवान् आसम् दशदिनकव्यत् करोतु. तव्यत् चि योगः तव्यत् अनिट् इति भवान् उक्तवान्. तस्य महत्त्वः कः इति तव्यत् इत्युक्ते अन्तिमरूपं एतत् सर्वम् इदागम भवति वा न भवति अहं प्रायः न जानामि. किम् अत्र इडागमः नास्ति खलु? ची ची धातु अनिट् अस्ति. अनिट्? ओ अच्छा. सेट् भवति चेत् इडागमः भवति वा? आम्. अस्तु अस्तु. तर्हि तव्यत् के प्रत्ययस्य कः भागः इति संज्ञा भवति? भवानेव वदतु. न अस्तु. कर्तृ कर्तव्यम् ओ अस्तु प्राय तकारद्वयं इत्संज्ञां भवति तर्हि चि योगः अव्य इति रूप चियोगः अव्य गुणकार्यं भवति कस्य तकारस्य इत्संज्ञा भवति पूर्वतकार उत्तरतकार अपि इति चिन्तयामि केवलम् उत्तरं तकार खलु केन सूत्रेण तत्तु न जानामि महोदय महोदय भवान् जानाति खलु हलन्त्यम् हलन्त्यम् ओ अस्तु जानाति खलु भवान् आमाम् अस्तु हलन्त्यम् इति सूत्रेण तर्हि चे ओ तर्हि तव्य तर्हि भवति तर्हि चे चि योगः तव्य तर्हि तत्र प्रायः गुणः भवति गुणकार्यं तु अत्र भवितुं न शक्नोति चित्तव्यं गुणकार्यं किमर्थं भवितुं न शक्नोति गुणकार्यं तु स्वरसन्धि तु चियोगः तव्य तत्र तु स्वरद्वयं भवितुम् अर्हति गुणकार्यस्य प्रसक्तिः भवनीयं चेत् किन्तु अत्र तु तकार मध्ये अस्ति गुणकार्यं एतादृशं किमपि निमित्तं नास्ति स्वरः अस्ति तदेव गुणं भवति इगन्त अस्ति खलु चीधातु चीधातु इगन्त अस्ति अन्तिमरूपं मध्ये तस्य गुणकार्यं कथं भवति इति मया पठितव्यम् इको न इको गुणसन्धि अत्र तव्यत् प्रत्ययः अस्ति कित् नित् नास्ति अतः गुणकार्यं भवति चि अपि गन्त अस्ति गुणकार्यस्य प्रसक्तिः भवति किमपि बाधा नास्ति चेत् गुणं भवति खलु आं तर्हि चेतव्यम् इति अन्तिमरूपम् अग्रे अनियर् अनियर् तर्हि अत्र अपि गुणकार्यस्य प्रसक्तिः अस्ति एतत्तु तर्हि चियोगः अनि गुणकार्यं न किन्तु एतत् इको यणचि सूत्रेण यण्सन्धि भवति चयनीयः चयनीया चयनीयम् इति अन्तिमरूपम् अग्रे तिन् प्रत्ययमध्ये ककारस्य संज्ञा भवति तर्हि अन्नकारस्य अपि तर्हि चि धातोः ह्रस्व भवति तर्हि चितिः इति गुणकार्यं किमर्थं न भवति चि कार्यं चेति गुणकार्यस्य परिणाममेव ह्रस्व भवति वा किम् चि तु दीर्घ अस्ति चि धातुमध्ये ह्रस्व एव क्षम्यतां तर्हि चिति इति जयति जयति तु न भवितुं शक्नोति चेति चेति न भवति वा चेति वा गुणकार्यं भूत्वा चेति न भवति वा अस्तु तर्हि नेति चेति इति सम्यक् वा महोदय अहं भवन्तं पृच्छामि अहं तत् जानामि अत्र गुणकार्यं भवति न इति प्रश्नः अस्ति अत्र कित् अस्ति अतः गुणकार्यस्य गुणकार्यनिषिध्यते खलु ओ अस्तु अस्तु अस्तु अस्तु निति च इति सूत्रेण निति निति च अस्तु अस्तु निषिद्ध अस्तु चिति इति रूपमेव सम्यक् इति अहं चिन्तितवान् किन्तु किमर्थम् इति अहं वक्तुं न अशक्तवान् न भवानेव वदति खलु कार्यं कारणम् उत्तम सम्यक् एव अस्ति चिति एव भवति अस्तु अस्तु अस्तु अग्रे धन्यवादः महोदय एकः प्रश्नः अस्ति तव तु तत्र तु त्रिषु लिङ्गेषु शब्दः भवितुं शक्नोति अत्र अपि क्तिन् प्रत्यये अपि तथैव वा एकम् एकम् रूपम् एव वा प्रायः स्त्रीलिङ्गे वा अस्ति खलु प्रायः अहम् अधिकं न जानामि परन्तु प्रायः स्त्रीलिङ्गमेव स्त्रीलिङ्गे वा अस्ति अस्तु सर्वे स्त्रीलिङ्गशब्दाः सन्ति खलु अस्ति भक्ति मति अत्र किं ओ अस्तु धन्यवादः मीना महोदय सुन्दरे सन् किं कुत्र कुत्र लिफ्ट् लिफ्ट् न कृतं करोतु चि लिफ्ट् अन इति किमर्थं भवति अहं न जानामि किं सूत्रेण चि अन भिन्न कित्तिङ्गित्तिङ्गित् न अस्ति तस्मात् भिन्न एव इगन्तधातुः तस्मात् गुण भवितुं शक्यं तस्मात् चेतन इति चि अन चेतन तकारः कुतः आगच्छति ओ चि अन चे अन चै अन चयन चयन चयन चयनशब्दः श्रुतवती खलु न चयनं किमर्थं चूसिङ्ग् चूस् ओ चयनं करोतु चूस् योर् चूस् करोतु चाय्स् अहं दातु चयनं करोमि अधुना दा गै मा अधुना वयं त्यजामः यतोहि अत्र केचन तत्र विशिष्टकार्याणि भवन्ति कुत्र कुत्र, अतः तेषां कृते सूत्राणि अपि अनन्तरम् आगच्छन्ति, अहमपि किञ्चित् किञ्चित् सूत्राणि विस्मरामि. तर्हि दा गै मा अधुना वयं त्यजामः, बुध् करोतु. बुध् बुध् बुध् नूल् नूल् नूल् अक इति प्रत्ययः नूल् नूल् बुध् अक नित् भवति, तस्मात् वृद्धिः भवितुं शक्यं तत्र. अक एव प्रत्ययः, बट् नूल् ओरिज् एव मूलप्रत्ययः. अक अक भवति अत्र वृद्धिः कुत्र कदा किमर्थं भवति? अजम् अजन्त हलन्तमेव, अतः उपधायाः, अतः उपधायाः इति वृद्धिः. अत्र उपधायां कः वर्णः अस्ति? उपधा ऊ वर्णः अस्ति. बुद्ध वृद्धिः कदा भवति? यथा उपधायां किमस्ति? बौ न भवान् वदति, भवती वदति उपधायाम् ऊ अस्ति अतः वृद्धिः भवति, परन्तु उपधायां कः वर्णः अस्ति चेत् वृद्धिः भवति? वृद्धिरादैच् अत्र ऊ एव अस्ति. न महोदय, न महोदय, सूत्रमस्ति अजन्त नास्ति खलु? अजन्त नास्ति, हलन्त दातु. तर्हि उपधायां कः वर्णः भवेत् तदनन्तरं वृद्धिः एव भवति. उपधा अथ उपधायाः अत्र एव अत् नास्ति. आम्, अतः वृद्धिः न भवति. वृद्धिः न भवति. तर्हि किं भवति? किं भव लघु इग् उपधा दातु एवं, तस्मात् गुणः भवति. केन सूत्रेण? बो बो पुगन्तलघु उपधायाः इति सूत्रेण गुणः भवति, तस्मात् बुद्ध अक बोधक. अग्रे त्रिच् लिक् त्रिच् त्रिच् ओ त्रिच् ओ त्रिच् बुद्ध त्रिच् बुद्ध त्रिच् किं किं भिन्न प्रत्ययः अस्ति, कित्तिङ्गित् नास्ति त्रिच् प्रत्ययः, तस्मात् गुण भवितुं शक्यं. बुद्ध तृ बुद्ध तृ गुणः इगन्तदातु न, लघुपदाय दातु आम्, तस्मात् सन्धिकार्यं भवति. बोधृ सम्यक् अस्ति. बोधृ बोधृ अत्र इडागमः न भवति वा? इडागमः बलादि एव, तृच् त्रयं बलादि, परन्तु बोधितृ न, न परन्तु बुध् अनिट् अस्ति. कथं ज्ञातुं, कथं ज्ञातव्यं अनिट् वा? तत् अग्रे आगच्छति, तस्य स्मरणं कर्तव्यम्. ओके, अनिट् अनिट् अस्ति चेत् बोधृ एव. एकनिमिषं ओ क्षम्यताम्, एकनिमिषम्. अनिट् अस्ति वा सेट् अस्ति वा? अहं पुनः सेट् अस्ति इति न, धातु द्वयमस्ति महोदय, एकं तु बुध् एकं तु बुधिर्. बुधिर्बोधने तद् भुवादिगणस्य धातु, तत्रैव सेट् बोधिता इति भवति. अत्र बुध अवगमने धातुः एक अच्छ बुद्धिर्मध्ये अच् द्वयम् अस्ति, अतः बुधिर् एव अत्र न, अत्र तु बुधु एव खलु, बुधिर् इति धातुः भवति चेदेव सेट् भवति. अत्र बुद्धि एव, अत्र बुध एव महोदय, बुधिर्मध्ये अपि एक एव अच् अस्ति, अत्र इर् प्रत्ययः इत् अस्ति, परन्तु अत्र एक्सेप्शन् अस्ति. अहं कुत्रापि श्रुतवती, कुत्र इति न जानामि, परन्तु तत्र एक्सेप्शन् भवति इति, बुधिर् तद् सेट् भवति, परन्तु दिवादिगणस्य बुध् मध्ये तद् तु अनिट् भवति इति अस्ति. एकनिमिषः, अहं जानामि अत्र बुध् बुध् सेट् अस्ति वा अनिट् अस्ति वा, अहम् एकनिमिषं पश्यामि. मम समीपे लिस्ट् अस्ति. बुद्ध महोदय, बुद्ध अनिटेव अस्ति, अत्र बुध् अनिट् अस्ति. गतरविवासरे भवान् एव अवदत् बुध् इडागम न भवति, अनिट् अस्ति. अनिट् अस्ति, आम् अनिट् अस्ति, इति मया लिखितम् अस्ति अत्र. आमाम्, अहम् एकवारं चेक् करोमि. अनिट् एव अस्ति. न, अत्र भुवादिगणः इति कारणात् अनिट् इति प्रायः भवति, परन्तु दिवादिगणस्य तु एतद् भवति इति मन्ये महोदय. अस्तु, परन्तु अत्र अनिट् स्वीकुर्यामः. तर्हि बुद्ध किमस्ति, बोद्ध भवति. अस्तु, अग्रे करोतु मीना महोदय. बुद्ध च प्रत्ययः कित् भवति, तस्मात् कृति इति सूत्रेण गुणनिषेधः भवति. बुद्ध च बुद्ध एव अवशिष्यते. बुद्ध योग्यं वा, बुद्ध योग्यं वा? तवतु बुद्ध तवतु तवतु समानमेव किक् कित् इति कारणेन गुणनिषेधः भवति. वत् तवत् बुद्धवत् बुद्धवत् बुद्धवत् बुद्धवत् बुद्ध तव्यत् तत्र भिन्नः कित् कित् ङित् नास्ति, तस्मात् बुद्ध तव्यत् लघु उपदयः उपदायः इति सूत्रेण पुगन्तलघु उपदायाः सूत्रेण गुणः भवितुं शक्यम्. सो बोधव्यम् अनीय. धन्यवादः. हलो, लीना महोदय. किं करणीयमपि अधुना? अनियर् अनियर् बुध् बुध् योगः अनियर् अर्धधातुकप्रत्ययः अस्ति अनियर् इति. किम् इडागमः न भवति यतः बुध् इति अनिट् अस्ति, अतः पुगन्तलघुपदस्य इति सूत्रेण गुणः भवति बोध बोध अनीय बोधनीय. तिन् बुध तिन् तिन् इति कित् अस्ति, अतः गुणनिषेधः, अतः बुध् योगः ति बुद्धियोगः ति बुद्धि बुद्धियोगः ति गुणनिषेधः अतः बुध् बुद्धि सन्धि कृत्वा बुद्धि इति भवति इति मन्ये. तत्पश्चात् बुध् योगत् ल्युट् ल्युट् अन् इति अवशिष्यते. ल्युट्तः अन् इति आर्धधातुक ल्युट् इति अर्धधातुकप्रत्ययः अस्ति किन्तु अन् वल् प्रत्याहारे न अवगच्छत् न आगच्छति अतः इडागमः न भवति. तत्पश्चात् बुध् इति अनिट् अस्ति अतः इडागमः न भवति अतः बुध् योगः अन् बुधन् न किमपि किमपि मिथ्या अभवत् न जाने किं मिथ्या अस्ति जानाति भवति चिन्तयतु अत्र कित् किमपि नास्ति अतः गुण भवति पुगन्तलघुपदस्य इति सूत्रेण अतः बोध आगच्छति बोध अन् बोधन इति भवति. सत्यं वा अधुना लिख् कर्तव्यं वा लिख् योगः णुल् णित् अस्ति अतः अचोण्णिति इति सूत्रेण न पुगन्तलघुपदस्य इति सूत्रेण अत्र अपि लेख भवति किमर्थं न भवति वृद्धि किमर्थं न भवति वृद्धि न भवितुम् अर्हति यतः लिक् इति इगन्त नास्ति वृद्ध्यर्थम् सूत्रः प्रथमः सूत्रः अष्टाध्यायः न स्मरामि वृद्धिः इत्यस्य कृते के प्रत्यये यदि अस्ति तया वृद्धिः कदा कदा भवति फ्लोचार्ट् मध्ये पश्यतु अचोण्णिति इति सूत्रेण वृद्धिः भवति तथा च अचोण्णिति सूत्रस्य कार्यं कदा भवति अच् आगच्छति तदा तथा च अच कुत्र आगच्छति क्षम्यताम् अजन्त अस्ति वा धातु अजन्त हा हा धातु अजन्त अस्ति हलन्त आम् एतत्तु हलन्तधातु अस्ति लिखति कार्यं न करोति अग्रे तथा च अत उपधायाः एकं सूत्रमस्ति तत्र अपि अनास्ति अतः तस्यापि प्रसक्तिः नास्ति अतः वृद्धिः न भवति ओके गुणः भवति पुगन्तलघुपदस्य इति सूत्रेण लिख अक लिख गुण भूत्वा लेख भवति लेख योगः अक लेखक इति भवति तत्पश्चात् अग्रे लिख् तत्पश्चात् तृच् तृच् इति प्रत्ययः अर्धधातुकः अस्ति किन्तु घित् कित् नास्ति, अतः गुण भवति पुगन्तलघुपदस्य इति सूत्रेण. सो लेखयोगतृ लेखयोगः लिख् धातु सेट् अस्ति वा? लिख् धातु सेट् अस्ति, सेट् अस्ति, अतः इडागम भवति. लेख लेख लेख ईतृ लेखितृ लेखिता. गुणकार्यं किमर्थं भवति? तृच् नित् कित् नित् नित् नास्ति, भिन्नः अस्ति, अतः पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति. लेखितृ लेखितृ तत्पश्चात् लिखत लिखक त एव अवशिष्यते. कित् अस्ति अतः गुणनिषेधः भवति. लिख अत्रापि इडागमः भवति यतः धातु सेट् अस्ति. लिख् इ त लिखित एवमेव तवक्तु अपि इडागमः भवति, लिखितवत् भवति. तत्पश्चात् लिखित लिखतव्यत् तव्यत् तव्यत् इति तव्यत् अति इति आर्धधातुक अस्ति प्रत्ययः, अतः इडागमः भवति. लिख तत्पश्चात् लिख इति पदस्य गुणः भवति लेख ईतव्यत् लेखितव्य इति रूपं भवति. अनियर् लिख अनियर् अनियर् इति आर्धधातुकप्रत्ययः. अत्र अ इति वलादि नास्ति अतः इडागमः न आगच्छति, अपि तु गुणः भवति पुगन्तलघुपदस्य इति सूत्रेण. अतः लेखनीय लेख लेखनीय इति आगच्छति. शब्दः शृणोति खलु उल्लेखनीय अस्ति, उल्लेखनीय उत्प्लस् लिख क्तिं लिख क्तिं कीति च इति सूत्रेण गुणनिषेधः भवति. अतः लिखति आर्धधातुकः अस्ति अतः इडागम लिखति लिखति न जाने. इडागमः भवति खलु, इडागमः भवति प्रायः लिखिति भवति, लिखिति अहमपि कदापि न मयापि कदापि न श्रुतं, परन्तु लिखिति एव भवति. तत्पश्चात् लिख ल्युट् ल्युट् इत्यतः यु एव अवशिष्यते, आर्धधातुकप्रत्ययः. इड्वलादे अन् मतलब वल् प्रत्याहारे अन् नास्ति, अतः इडागमः न कर्तव्यं. लिख् योग अन् लिख् योग अन् गुण भवति. लेख अन् पुगन्तलघुपदस्य इति सूत्रेण लेख अन् लेखन इति रूपं लेखन लेखन यदि लेखनकला इति वयं वक्तव्यः. लेखनकला अस्ति खलु, लेखनं लेखनं लेखनं तर्हि प्रातिदिने वस्तुतः ये शब्दाः वयं लौकिकभाषायां वयं पठामः, लेखनं, अनन्तरं लेखक, ते सर्वे वस्तुतः लिक् धातोतः निष्पद्यन्ते, भिन्नभिन्नः प्रत्ययाः सन्ति। महोदय कृपया उच्चै वदतु, श्रोतुं न शक्यं। वयं यत् लौकिकभाषायां ये पदाः यानि पदानि वयं पठामः लौकिकभाषायां सर्वे जानन्ति खलु, शृण्वन्ति यत् लेखनं किमपि शब्दमस्ति, लेखकशब्दम् अस्ति, सर्वे जानन्ति। परन्तु अधुना वयं ज्ञातुं शक्नुमः यत् ते सर्वे धातुतः एव निष्पद्यन्ते, भिन्नभिन्नः प्रत्ययः आगत्य कार्यं कुर्वन्ति इति अस्ति। एकं किमपि वक्तुम् इच्छामि, निरुक्त इति विषये नामानि अख्यातजानानि इति उक्तमस्ति। नाम यत्किमपि नाम वा किम् अपि कृदन्तरूपं किमपि अस्ति तत् धातुतः एव आगच्छति इति लिखितमस्ति, तत् निरुक्त। प्रायः सर्वे सर्वाणि नामानि धातुतः एव आगच्छन्ति इति मयापि श्रुतमस्ति, परन्तु इति एकः सिद्धान्तः अस्तु, सत्यं योग्यम् अयोग्यं वा अस्तु। तर्हि अधुना अपि एव वयं पश्यामः यत् बुद्धिः अस्ति, बुद्धिः तद् वस्तुतः बुद्ध धातुतः शब्दः आगच्छति, क्तिन् प्रत्ययः अस्ति, तर्हि इति सर्वमस्ति। किमस्ति अधुना, नीति अस्ति, नीति अपि तिन् प्रत्ययः अस्ति, तेन नीति आगच्छति। तदनन्तरं एतत् सर्वमस्ति, गमनं, लेखनं, चयनं, नयनं, एते सर्वे शब्दाः वयं जानीमः, शब्दान् वयं जानीमः, परन्तु ते कुतः आगच्छन्ति, ते धातुतः आगच्छन्ति, भिन्नभिन्नप्रत्ययः सन्ति इति वयम् अद्य वयं पश्यामः। अस्तु, तर्हि अग्रे गच्छामः। जानकी महोदय अस्ति खलु, पठ्धातुः नूल् प्रत्ययः, नूल् प्रत्ययः, तत्र पठ्धातुः एतदस्ति, ह्रस्वाकार उपधायामस्ति इति कारणात् तस्य वृद्धि आ इति भवति, पाठ नूल् अक भवति, पाठकः इति भवति। किं किं पृच्छ वृद्धि उपधायां ह्रस्वाकारः अस्ति, अतः अतो उपधायाम् आम् अतो उपधायाम् इति सूत्रेण वृद्धि, तेन कारणेन पाठ, अत्र प्रत्ययः अ, अतः अत्र वलादेः इति इडागमस्य प्रसक्ति नास्ति इति कारणात् अत्र इडागमः न भवति, तेन पाठक इति भवति। तृच् प्रत्ययः अत्र हलन्त्यम् इति कारणात् इच् गच्छति, तृ अवशिष्यते, आर्धधातुकप्रत्ययः अस्ति। अत्र वलादेः तत्र वलादे आर्धधातुक इति सूत्रेण इडागमः, धातुः अपि सेट् अस्ति इति कारण सेट् अस्ति इति कारणात् अत्र एकनिमिषम् अत्र तृच् एतद् भवति आर्धधातुक सार्वधातुक आर्धधातुकयोः इति सूत्रेण किमपि न भवति, पाट् इति भवति, पाटी पाटितृ वृद्धि किमर्थं भवति? आम् अस्तु, नीतिश तदेव पट् तृ भवति, वृद्धि न भवति, न भवति, न भवति, अहं विस्मृतवती, नित् नित् नास्ति, अतः वृद्धिः नास्ति, वृद्धिः नास्ति, पट् यो पुनः ईब् इडागमः अस्ति अतः पटि पठितृ इति भवति पठिता पठिता पठिता पठितः पठितः इति भवति इक्तप्रत्ययः अस्ति अत्र इक् अतलशक्वतभितेति सूत्रेण इक् इत् संज्ञा भूत्वा लोपः भवति तेन कारणेन कित् अतः गुणस्य वृद्धेः किति इति सूत्रेण निषेधः अतः त भवति पुनः वलादेः अलाव्य आर्धधातुक इति सूत्रेण अत्र इडागमस्य प्रसक्तिः अस्ति धातुः अपि सेट् अस्ति इति कारणात् पठित इति भवति तव तु समानं इक् निति इति कारणेन अत्रापि निषेधः पुनः अत्र एतद् बलादेः इति सूत्रेण अत्र इडागमः पठितवत् तव्यत् अस्ति हलन्त्यम् इत् गच्छति तव्य अवशिष्यते वला धातुः सेट् तव्यत् बलादेः अर्धधातुक इति सूत्रेण अत्रापि इडागमः पठितव्य इति भवति अनियर् अत्र वलादेः प्रसक्तिः एव नास्ति किम धातुः प्रत्ययः एतद् भवति अत्रापि नित् किमपि नास्ति इति कारणात् अत्र वृद्धिगुणः किमपि नास्ति अनियर् भवति पट अनि पठनीय इक्तिन् पट् इक् अत्रापि गुणः किमपि प्रसक्तिः नास्ति कित्तपि अस्ति अत्र इडागमः भवति पठिति पठिति इति भवति पठिति एव ल्युट् अस्ति अत्र इल् लशक्वतदीते लोपः इट् हलन्त्यं लोपः इत् सम्यक् भूत्वा लोपः यु अनादेशः अतः पट् अत्र अन इति कारणात् आर्ध वलादे आर्धधातुक इत्यस्य प्रसक्तिः नास्ति तेन कारणेन पट् अन पठन इति पठन अस्तु तर्हि अत्र अभ्यासः समाप्तः तत्र नत्वं भवति महोदय पठनं वा पठन पठन नत्वं किमर्थं भवति नत्वं न भवति तत्र अत्र रेफः किमपि नास्ति खलु नास्ति खलु वर्षाभ्यां रेफः अपि नास्ति शकारः अपि नास्ति किमर्थं भवति महोदय अत्र अपि सर्वे नपुंसकलिङ्गशब्दाः वा पठनं नपुंसकलिङ्गमस्ति पठनं गमनं लेखनं सर्वे सर्वे नपुंसकलिङ्गम् अस्तु तर्हि अधुना अभ्यासः समाप्तः कस्यापि प्रश्नः अस्ति वा नास्ति चेत् अधुना विरमामः अस्तिकं सूचनामस्ति अत्र अग्रिमरविवासरे नाम फस्ट् सेप्टेम्बर् तत्र अत्र यु एस् मध्ये लाङ्ग् वीकेण्ड् अस्ति अतः अग्रिमरविवासरे वर्गः न भवति भविष्यति नाम फस्ट् सेप्टेम्बर् सण्डे वर्गः न भविष्यति अधुना डैरेक्ट्लि 8th सेप्टेम्बर् वर्गः भविष्यति अग्रिमरविवासरे वर्गः नास्ति अस्तु महोदय अस्तु धन्यवादः सर्वेषां शुभरात्रिः शुभदिनम् धन्यवादः धन्यवादः महोदय नमस्कारः